पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 13 युधिष्ठिर उवाच वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमं नर्मदेति च विख्यातं पापपर्वतदारणं भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम कथमेषा महापुण्या नदी सर्वत्र विश्रुता नर्मदा नाम विख्याता तन्मम ब्रूहि नारद नारद उवाच नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी तारये सर्वभूतानि स्थावराणि चराणि च नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतं तदेतद्धि महाराज सर्वं हि कथयामि ते पुण्या कनकले गङ्गा कुरुक्षेत्रे सरस्वती ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा त्रिभिः सारस्वतं तोयं सप्ताहेन दुयामुनं सद्य पुनादिगाङ्गेयं दर्शनादेव नार्मदं कलिङ्गदेशे पश्चार्थे पर्वते मरकण्डके पुण्या च त्रिषु लोकेषु रमणीया मनोरमा सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः तपस्तप्त्वा महाराज सिद्धिं च परमां गदाः तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः उपोष्य रजनीमेकां कुलानां तारह्येच्छदं जनेश्वरे नरस्नात्वा पिण्डं दत्त्वा यथाविधि पितरस्तस्य तृप्यन्ति यावदा भूतसंप्लवं पर्वतस्य समं तात्तु रुद्रकोटिः प्रतिष्ठिता स्नानं ह्यः कुरुते तत्र गन्धमाल्यानुलेपनं प्रीता तस्य भवेत् सर्वा रुद्रकोटिर्न संशयः पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पाण्डव षष्टिवर्षसहस्राणि स्वर्गलोके महीयते अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ततः स्वर्गात् परिभ्रष्टो जायते विपुले कुले धनवान् दानशीलश्च धार्मिकश्चैव जायते पुनस्मरति तत्तीर्थं गमनं तत्र कुर्वते तारयित्वा कुलशदं रुद्रलोकं स गच्छति योजनानां शदं साग्रं श्रूयते सरिदुत्तमा विस्तारेण दुराजेन्द्र योजनद्वयमन्तरं षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च पर्वतस्य समं तातु तिष्ठन्त्यमरकण्डके ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः सर्वहिंसानिवृत्तश्च सर्वभूतहितेरथः एवं सर्वसमाचारः क्षेत्रपालान् परिव्रजेत्। तस्य पुण्यफलं राजन् शृणुष्वावहितो हि मे शतं वर्षसहस्राणां स्वर्गे मोदेदपाण्डव अप्सरोगणसङ्कीर्णे दिव्यस्त्रीपरिचारिते दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः क्रीडते देवलोके तु दैवतैः सह मोददे ततस्वर्गात् परिभ्रष्टो राजा भवति वीर्यवान् इति त्रयोदशोऽध्यायः ॐ